सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति अव्ययम् इति. तस्मिन् विषये वयं अव्ययानि, तत्र नित्यसम्बद्ध अव्यय, यदा तदा, यथा तथा, यत्र तत्र इति, तादृश अव्यय अव्ययानि दृष्टवन्तः. तदनन्तरं किन्तु निश्चयेन, प्रायशः, खलु, अपेक्षया इति तादृश अव्ययानि अपि दृष्टवन्तः. अत्र पुटसङ्ख्या 162 मध्ये तत्र स्मः इति मन्ये. तत्र किन्तु निश्चयेन, प्रायशः, खलु, अपेक्षया इति विषयः अस्माकं. सरला भगिनी, नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनी. हा अस्तु, पेज् 162 मध्ये स्मः. तत्र रघुपतिमहोदय किञ्चित् वदति वा, तत्र किन्तु निश्चयेन, प्रायशः, खलु, अपेक्षया इति विषये तत्र किं किम् अस्ति? किन्तु इत्युक्ते किम् इति. किन्तु इत्युक्ते किन्तु अस्तु किन्तु इत्युक्ते परन्तु इति अर्थे. परन्तु इति अर्थः, हा, समानार्थकपदं. हा परन्तु, हा एतदस्ति परन्तु, हा अन्यत् किमपि वक्तुं, हा अथवा किमपि भवति इति. अस्तु, निश्चयेन. नरेश् महोदय, निश्चयेन इत्युक्ते किम्? निश्चयेन वयं कर्तुं शक्नुमः. हा तत्र, हा निश्चयेन कर्तुं शक्नुमः इति तादृशप्रयोग. तत्र किमस्ति? सन्देहः नास्ति, खलु? सन्देहः, संशयः किमपि, हा संशयः कमपि, संशयः अत्र नास्ति अस्मिन् विषये इति, निश्चयेन इति. अस्तु, तत्र सूर्यकुमारी भगिनी, प्रायशः इत्युक्ते किम्? प्रायशः, तत्र संशयः अस्ति वा प्रायशः इति यदा वदामः? हा तत्र निश्चयेन इति न, तादृशं नास्ति, किन्तु प्रायशः इति तत्र किञ्चित् सन्देहः. सन्देहः, हा हा अस्तु, हा समीचीनम् अस्तु. हा अस्तु, तत्र गीताञ्जलि भगिनी, खलु इत्युक्ते? खलु इत्युक्ते यदि यदि अग्रि कथं वदामः? तावदेव, तदेव अस्ति. भवती जानाति, तद् अहं जानामि, किन्तु कथं इति. किल, किल इति, हा तत्र अन्यरीत्या किं भवति? अस्माकं मनसि संशयः नास्ति अथवा किञ्चित् संशयः अस्ति, अतः वयं किं कुर्मः? अन्यान् पृच्छामः, एतत् सत्यमस्ति खलु, अहं तु विश्वसिमि, किन्तु तस्मिन् अस्मिन् विषये मम विश्वासः अस्ति, किन्तु भवान् अथवा भवती अपि तस्मिन् विषये विश्वास भवतः विश्वासः अथवा भवत्याः विश्वासः अपि तस्मिन् विषये अस्ति खलु इति पृच्छामः, सत्यं वा? किन्तु एतदेव, यत् मनसि अस्ति तद् बहिः आगन्तव्यमस्ति. अस्तु अस्तु, विश्वामि तत्र रूपं किम् अस्ति? विश्वसिमि इति रूपं वा? विश्वासं करोमि इति, मम विश्वासः, विश्वसिमि, किन्तु स्वल्पमेव किञ्चित् सन्देहः अस्ति चेत् किमपि व्यक्तिः इति स्त्रीलिङ्गे अस्ति, पुरुषः अस्ति चेत् अपि सः एषा व्यक्तिः आगता इति वदामः. ओ अस्ति वा. पुरुषः प्रकोष्ठे आगच्छति तस्मिन् समये किम् एषः पुरुषः आगतः अथवा एका व्यक्तिः आगता इति वदामः. व्यक्तिः इति स्त्रीलिङ्गे अस्ति. स्त्रीलिङ्गे एव सम्यक् महोदय. एकाम् अथवा अन्यां व्यक्तिं अन्यां व्यक्तिं पृच्छामः केवलं किं दृढीकर्तुं विश्वासम्. अस्तु अस्तु. अस्माकं विश्वासः यः अस्ति तस्य वर्धनं भवेत् इति चिन्तयित्वा वयं खलु अस्माकं विश्वासः अस्ति किन्तु तद् अधिकं भवतु इति अस्माकं चिन्तनम् अस्ति यदि वयं वदामः खलु इति. अस्तु अपेक्षया इति वदतु भगिनि. खलु समानम् इति समानम् अपेक्षया इति अस्ति. उमामीनाक्षी भगिनी अपेक्षया इत्युक्ते किम् किम् अधिकं वा. हा तत्र तूलना अस्ति खलु. तूलना कुर्मः खलु. अथवा मा किं तत्र मापनमपि तादृशमपि भवति खलु. मापनं इत्युक्ते किं कोऽपि वदति वा मापनं. यदि मापिका इति अस्ति. मापिका इत्युक्ते किं मापिका. यदि तस्य मात्रा वयं संख्या रूपेण संख्यारूपेण वक्तुम् इच्छामः. हा संख्यारूपेण द्वयोः तुलना कर्तुम् इच्छामः. तत्र एकमस्ति अन्यदपि अस्ति तयोः मध्ये तुलना कर्तुम् इच्छामः अतः तस्मिन् सन्दर्भे वयम् अपेक्षया इति पदम् उपयोगं कर्तुं शक्नुमः. अस्तु अस्तु तर्हि तत्र गृहपाठः आसीत् तत्र वाक्यानि रचयन्तु इति तद् कृत्वा अग्रे गच्छामः अथवा अग्रे गत्वा किञ्चित् समयानन्तरं गृहपाठं कुर्मः. किं चिन्तनम् अग्रे गच्छामः वा. अस्तु अस्तु अस्तु अस्तु तर्हि अत्र पेज् 163 हा तत्र भगवद्गीतायाः श्लोकानि दत्तानि सन्ति तत्र. हा सरला भगिनी पठति वा तत्र प्रथमः. मनः निश्चयेन दुर्निग्रहं चलं च भवति. हा इति तत्र निश्चयेन इति पदम् अव्ययम् अस्ति. अव्ययम् अस्ति. दुर्निग्रहं चलं च भवति इत्युक्ते मनः निश्चयेन यत्र मार्गं सुलभम् अस्ति सरलमस्ति तत्र मनः चलति न तु यत्र गन्तव्यं यत्र कठिनं मार्गः अस्ति. हा तत्र अस्तु समीचीनं भगिनि तत्र. हा तत्र तत्र मनः इति अस्ति तत्र प्रथमतया एतत् पश्यामः भवति इति क्रियापदं तत्र चलम् अपि दुर्निग्रहं कीदृशपदं भवति तत्र वाक्ये. दुर्निग्रहं चलं द्वितीया कर्मपदं भवति. चलं कर्मपदं वा न न चलं च भवति इति एकवचने अस्ति वा. एकवचने अस्ति समीचीनं. विभक्ति का तत्र प्रथमविभक्ति प्रथमविभक्ति एव भवति. अकर्मकधातु अस्ति समीचीनं. हा तत्र किं भवति मनः इति पदस्य विशेषणं विशेषणद्वयमस्ति. मनः दुर्निग्रहं मनः चलं च भवति सदा चलति तत्र एकस्मिन् स्थाने मनः न भवति खलु इतस्ततः सर्वदा गच्छति अतः चलम् मनः चलम् अस्ति अपि दुर्निग्रहम् तत्र तस्य निग्रहं गृहीतुं कठिनं भवति तत्र अश्वः अथवा लघुबालकः अस्ति इति चिन्तयतु प्रकोष्ठे प्रकोष्ठे बालकः अस्ति वयं वदामः एकस्मिन् स्थाने तिष्ठतु इति सः किं तत् पालयति वा अतः बालकं वयं लघुबालकं वयम् एतत् सर्वं वदामः किन्तु तत्र किं तत्र तस्य नियन्त्रणं कर्तुं न शक्नुमः खलु नियन्त्रणं तत्र निग्रहं नियन्त्रणं कर्तुं कठिनम् अतः तत्र मनः दुर्निग्रहं तस्य निग्रहं कठिनम् तादृश मनः तादृशं तादृशम् अस्ति मनः तत्र नपुंसकलिङ्गपदम् इति मन्ये खलु सकारान्त नपुंसकलिङ्गपदम् अतः दुर्निग्रहम् इति विशेषणमस्ति समीचीनं भगिनि तत्र एतत् सर्वं वयम् अङ्गीकुर्मः खलु तत्र निश्चयेन इति एव सम्यक् अथवा प्रायशः इति निश्चयेन तत्र सन्देहः कस्यापि सन्देहः नास्ति खलु तत्र अस्तु समीचीनं भगिनि अस्तु अग्रे इति पङ्क्ति भगवद्गीतां श्लोकमस्ति महोदय तत्र प्रायशः वस्तुतः श्लोकः नास्ति किन्तु समानार्थकश्लोकः भगवद्गीतायाम् अस्ति तत्र श्लोकः किञ्चित् कठिनः इति कृत्वा तस्य सरलरूपम् अत्र दत्तमस्ति इति मन्ये अस्तु अग्रे नरेश महोदय द्वितीयं जातस्य मृत्युः निश्चयेन भवति मृत्यु भविष्यति एतत्तु निश्चय अस्ति मृत्युः निश्चय अस्ति किन्तु कस्य मृत्युः जातस्य जातः इत्युक्ते कः यः जन्म प्राप्तः यस्य जन्म अस्ति तस्य मृत्युः तु निश्चयेन भवति इति यस्य जन्म एव नास्ति तस्य मृत्युः अपि न भवति तदपि अत्र तस्य आशयः अत्र अस्ति देवस्य भगवतः जन्म अपि नास्ति अतः तस्य मृत्युः अपि नास्ति इति तादृश अपि तत्र सूचितमस्ति समीचीनं महोदय तत्र यस्य जन्म अस्ति तस्य मरणमपि निश्चितं तत्र कोऽपि सन्देहः नास्ति इति समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि मृतस्य जन्म अपि निश्चयेन भवति मृतस्य जन्म विपरीतार्थ सत्यमेव विपरीतार्थ इत्युक्ते तत्र विरुद्धार्थक इत्युक्ते तादृश नास्ति खलु अहम् अवगच्छामि यत् भवती वक्तुम् इच्छति किन्तु विपरीत इति नास्ति विपरीत किम् अस्ति चेत् एतत् पुस्तकमस्ति विपरीतार्थं भवति एतत् पुस्तकं नास्ति इति ओ नास्तु न न न तत् तत् न महोदय, किन्तु यस्य मृत्युः भवति तस्य जन्म पुनः निश्चयेन भवति, पुनर्जन्मः पुनर्जन्म निश्चयेन भवति नरस्य, किन्तु देवता इति तु न। हा इति इति समीचीनं भगिनि। हा अतः तत्र न भवति किं किं महोदय मोक्षं न भवति तत्र मोक्षं मोक्षं तु अस्ति किन्तु तत्र तत् भिन्नम् अस्ति, मोक्षं भिन्नम् अस्ति मरणं भिन्नम् अस्ति। हा तत्र बहुवारं किम् अस्माकं संस्कृति किम् अस्ति तत्र वारं वारं तत्र जन्मं प्राप्त्वा अनेकवारं अनेकजन्मान्तरं मोक्षं भवति। हा एकस्मिन् जन्मे भवति एव, हा एकस्मिन् जन्मे भवति एव, किन्तु तद् प्रथमजन्मे एव भवति अथवा द्वितीयजन्मे भवति इति तादृश किमपि नास्ति तत्र। किं वयं जीवने किं कुर्मः इति अधिकृत्य मोक्षः भवति न वा इति तस्य निर्णयः भवति खलु। हा वदतु भगिनि, सरला भगिनि भगवद्गीतायाः द्वितीय अध्यायस्य सप्तविंशतितम श्लोकात् आगच्छति। धन्यवादः भगिनि। तत्र ध्रुवो ध्रुवो इति पदं निश्चयस्य अर्थं तत्र दत्तमस्ति, जातस्य ध्रुवो मृत्यु ध्रुवं जन्म मृत्यस्य च तस्मात् परिहार्यर्थे न त्वं शोचितुम् अर्हसि। हा अस्तु समीचीनं भगिनि, धन्यवादः। हा हा धन्यवादः भगिनि। हा द्वितीय अध्यायः अपि श्लोकः अस्ति 27। हा 27 सप्तविंशति। हा धन्यवादः भगिनि, अस्तु। हा हा समीचीनम्, अस्तु। हा अग्रे हा उमा मीनाक्षी भगिनि पठति वा? वन् मिनिट्। निश्चयेन शस्त्राणि आत्मनं न छिन्दन्ति। शस्त्राणि सर्वदा निश्चयेन एव लिखितमस्ति। अस्तु भगिनि, भगिनि तत्र क्रियापदं किम् अस्ति? छिन्दन्ति। अस्तु छिन्दन्ति, छिन्दति इति छेदनं करोति। हा छेदनं करोति इति, अस्तु समीचीनम्, अस्तु। तत्र कर्तृपदं किम् अस्ति अत्र? शस्त्राणि। शस्त्राणि, हा आत्मानम् इति किं भवति? आत्मानम् इति प्रायशः कर्मपदम्। हा आत्मा इति तत्र वचनं किम् अस्ति? आत्मानम् इति वचनं, वचनम् एकवचनम्, एकवचनं। हा अस्तु एकवचनं, तत्र आत्मा इति प्रथमविभक्तिरूपम् अस्ति खलु आत्मा, अत्र आत्मा इति न दत्तम्, आत्मानम् इति दत्तम्, अतः कर्तृपदं नास्ति कर्मपदं तत्र द्वितीयविभक्तिरूपम्। हा तत्र किं शस्त्राणि, शस्त्रं किं करोति? छेदनं करोति। हा किन्तु मारयति। हा किन्तु अत्र किं अत्र आशयः कः इत्युक्ते, तत्र शस्त्रं देहम् अथवा शरीरस्य देहस्य अथवा शरीरस्य छिन्दनं करोति, किन्तु आत्मानम् आत्मानः न। आत्मा तु शस्त्रेण अथवा शस्त्रैः तस्य किमपि परिवर्तनं न भवति। ओके भवान् वदति चेत्। अहं न वदामि भगिनि, एतत् यत् भगवद्गीतायां दत्तमस्ति तत् वदामि। अस्तु तत्र प्रायशः सरला भगिनी वदति तत्र एतद् कस्मात् श्लोकात् अस्ति इति जानाति वा भगिनि? तत्र एतदपि द्वितीय अध्याये एव वा? छिन्दन्ति शस्त्राणि, नयनं दहति पावक, चैनं कार्यन्तोऽप्यापो, न शोषन्ति मारुतः, द्वितीयजातः त्रिविंशति श्लोकः त्रिंशत् वा भगिनि विंशति द्वितीयजातः 23rd श्लोकः हा 23rd हा हा धन्यवादः भगिनि हा हा हा हा हा न एनं छिन्दन्ति शस्त्राणि न एनं दहति पावकः न च एनं क्लेदयन्त्यापः न शोष्यति मारुतः इति इति समीचीनं भगिनि धन्यवादः महोदय शस्त्रम् इति पदस्य पर्यायवाची शब्दः कः आयुधः आयुधः किन्तु तत्र भेदः अस्ति तत्र अस्त्रम् इति अस्ति अपि शस्त्रम् इति अस्ति कोऽपि वदति वा अस्त्रम् अपि शस्त्र तयोः मध्ये कः भेदः इति आयुध तत्र पूजा भवति वेदामन्त्र मन्त्रेण सह प्रथमं पूजा भवति तदनन्तरं शस्त्रस्य उपयोगः भवति तत् भवति अस्त्र हा अस्तु अस्तु एतत् प्रायशः सः एकः भेदः अस्ति अन्यभेदः अस्ति पुनः वदतु भगिनि ये शस्त्राणि मन्त्राणि प्रथमं पूजयन्ति ते भवन्ति अस्त्राणि ते भवन्ति अस्त्राणि अस्तु तत्र मम उदाहरणम् अस्ति तत्र मम चिन्तनं यत् अहम् अवगच्छामि तत्र शस्त्रं यद् हस्तेन उपयोगं कुर्मः तत्र हस्तात् सः न गच्छति तत्र इषुः बाणः अस्ति खलु तत् अस्त्रमस्ति तद् अस्त्रमस्ति शस्त्रं नास्ति किन्तु खड्गः शस्त्रम् अस्ति इति लघु खड्गं हा तत्र गदापि शस्त्रं हस्ते तत्र देहात् सन् तद् न गच्छति इति अस्ति चेत् तत् शस्त्रं देहात् गच्छति यः योधः अस्ति तस्मात् गच्छति चेत् सः तद् अस्त्रं तेन सः एव तिष्ठति चेत् शस्त्रम् इति मया श्रुतं किन्तु तत्र शस्त्रम् अस्त्रं किञ्चित् भेदः अस्ति इति तावदेव अत्र शस्त्राणि निश्चयेन आत्मानं न छिन्दति इति अस्तु रघुपतिमहोदय अग्रे महोदय अहं बहिः गच्छन् अस्मि अस्तु अस्तु अस्तु अनन्तरं वदामि महोदय सरलभगिनी अग्रिमम् निश्चयेन पावकः आत्मनं न दहति पावक इत्युक्ते अग्निः आत्मनम् अग्नौ अग्नेः न दह्यते अग्निना न दह्यते समीचीनं भगिनि तत्र अतः आत्मनः आत्मनः परिवर्तनं न भवति अविनाशनम् अस्ति आत्मा अविनाशनम् अस्ति समीचीनं भगिनि तस्य अर्थमिति भवति तत्र आत्मा अव्ययम् अस्ति इति खलु अत्र अव्ययम् एव विषयः आत्मा अपि अव्ययम् अव्ययम् अजातम् अमृतम् सत्यं सत्यं भगिनि समीचीनम् अचलम् अचलं सत्यं भगिनि अस्तु अग्रे सूर्यकुमारी भगिनि भगवान् निश्चयेन पापेभ्यः मोक्षयिष्यति निश्चयेन पुण्येभ्यः पापेभ्यः अपि मोक्षयिष्यति तत्र पापेभ्यः इत्युक्ते किम् अस्ति तत्र पापेभ्यः इति विभक्तिका पापेभ्यः इति विभक्तिका चतुर्थी वा पञ्चमी वा अहं चिन्तयामि पञ्चमी भवति पञ्चमी बहुवचने तत्र एकवचनरूपं किं भवति तत्र तत्र किम् अस्ति पापः इति पापम् इति वा नपुंसकलिङ्गपदं प्रायश अस्ति खलु पापः वा पापं वा तत्र हा नपुंसकलिङ्गपदम् इति एकवचने एकवचने पापात् तत्र मोक्षयिष्यति इत्युक्ते किम् मोक्षयिष्यति इति तत्र भगवान् कर्तृपदं भगवान् मोक्षयिष्यति तत्र कर्मपदमस्ति वा तत्र कम् इति सूर्यकुमारी भगिनी तत्र कर्मपदम् अस्ति वा अत्र धर्मपदं न दत्तमस्ति नास्ति अत्र अत्र नास्ति अत्र नास्ति किन्तु कर्मपदमेव न दत्तमस्ति अत्र तत्र पापे इति इत्युक्ते पापम् इति तत्र किं पापम् अस्माकं चिन्तनं किं पापम् इत्युक्ते किं भवति अस्माकं बन्धनं भवति खलु पापं कुर्मश्चेत् बन्धनम् अधिकं भवति तादृशबन्धनात् विमोचनं भगवान् ददाति इति बन्धनात् विमोचनं ददाति अतः बन्धनात् अत्र पापेभ्यः इति बहुवचने पापात् इति महोदय किमर्थं लृट् लकार इति दत्तं मोक्षयिष्यति इष्यति इदानीं इदानीमेव दत्त दत्तवान् वा पूर्वमेव भगवान् न किन्तु किमपि इदानीं न भवति कालेन एव भवति किन्तु अतः मोक्षयिष्यति मोक्षयिष्यति यदा कोऽपि भगवत् शरणं गच्छति तदा हि मोक्ष भगवान् भगवत शरणं यदि न गच्छति भगवान् न मोक्षयिष्यति सत्यं भगिनि सत्यं सत्यं सत्यं हा सत्यं भगिनि अत्र चिन्तयामि अष्टादश अध्याय आगच्छति सर्वधर्मान् परित्यज मामेकं शरणं व्रज अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः समीचीनं भगिनि चिन्तयामि तत् श्लोकस्य अर्थमस्ति अत्र सङ्ख्या का भगिनि अहं सङ्ख्या न जानामि अहं चिन्तयामि अष्टाध्याय अध्याये अस्ति सत्यं सत्यं सत्यं वा सर्वधर्मानि परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति हा सत्यं भगिनि तत्र अत्र दत्तं निश्चयेन निश्चयेन पापेभ्यो मोक्षयिष्यामि यः सर्वधर्मान् परित्यज्य मम शरणम् आगच्छति तम् अहं निश्चयेन मोक्षयिष्यामि इति समीचीनं भगिनि भगवतः प्रामिस् अस्ति सत्यं किन्तु भगवान् सदा एव मोक्षयति सः एव मोक्षयति किन्तु सदा सदा एव किन्तु कस्मै मोक्षं ददाति इति प्रश्नः अत्र भगिनि कस्मात् सः न सः कस्मै ददाति अनेकेभ्यः दत्तवान् मोक्षः किन्तु अग्रे अपि ददाति दास्यति सः एव भूतकाले एव वदतु भगिनि सरला भगिनि वदतु भगिनि तस्य प्रश्नस्य भगवान् सदा न ददाति, यः मोक्षस्य अधिकारी अस्ति तस्मै केवलं मोक्षं ददाति। अस्तु, तत्तु सत्यं, किन्तु सर्वदा कोऽपि न कश्चन सदा मोक्ष अत्र अत्र प्रश्नः कः भगिनि, तत्र प्रश्नः आङ्ग्लभाषायां न संस्कृतेन वक्तव्यम्। अहमिति चिन्तयामि महोदय, सर्वदा जनन मरणं सदा एव भवति, अपि च पापं मोक्षमपि च सर्वदा सर्वदा भवति भगिनि, तत्तु सत्यं, किन्तु किं सर्वदा जन्मं भवति वा? तादृश नास्ति खलु, सर्वदा जन्मं भवति किन्तु एकस्य एकस्याः व्यक्तेः जन्म इदानीं भवति चेत् बहुवर्षानन्तरं मरणं भवति, किन्तु प्रत्येकक्षणं तस्य जन्म भवति मरणं भवति इति नास्ति खलु। अस्मिन् अर्थे अत्र दत्तमस्ति मोक्षः भविष्यति, मोक्षं दास्यामि यदि योग्यता प्राप्नोति तदा मोक्षम् अहं करोमि, मोक्षिष्यामि इति। भगिनि, मोक्ष अस्माकं परमं धर्म अस्ति, किन्तु तस्य प्राप्ति यदि वेद ज्ञान गीता ज्ञान तस्य यत्किमपि ज्ञानम् अस्ति तस्य उपरि अस्माकं मननम् अपि ग्रहणं भवति तदा मोक्षस्य अधिकारी वयं भवामः। तदनन्तरं जन्ममरणस्य बन्धनं नश्यति इति। समीचीनं भगिनि, गीताञ्जलि भगिनि समीचीनं वा? धन्यवादः भगिनि, धन्यवादः महोदय। अतः तद् सः तु भगवान् तु सर्वदा मोक्षं ददाति, किन्तु सर्वदा सर्वेभ्यः ददाति इति न खलु, प्रत्यक्षक्षणे कस्मै ददाति, अस्तु तादृश, अतः सर्वे अपि कदापि मोक्षं प्राप्नुवन्ति सर्वे इति। तत्र कोऽपि तत्र किं महोदय, एतस्य वाक्यं यदि लट्लकार रूपं वक्तुम् इच्छति चेत् तदनन्तरं कथं वदामः महोदय, भगवान् निश्चयेन पापेभ्यः मोक्षयति इति मोक्षयति, तत् एव सत्यं, मोक्षयति इति चिन्तयामि, समीचीनं वा मोक्षयति इति? तत् वाक्यं समीचीनं नास्ति महोदय, सत्यं तु सत्यं भगिनि, एतदपि सत्यम् अस्ति, एतदपि सत्यं। तत्र भगिनि भवत्याः नाम गीता अस्ति, अतः भवत्याः वाक्यमपि सत्यमस्ति भगवद्गीतायाः। न महोदय, अस्तु विनोदकणिका एव। महोदय, अहम् अन्वेषणं कृतवती अष्टादश अध्यायस्य सप्तषष्टिश्लोकं अस्तु भगिनि, धन्यवादः, अस्तु धन्यवादः महोदय, अहं स्पष्टम्। अस्तु अस्तु भगिनि, धन्यवादः भगिनि, अस्तु अस्तु, तर्हि अग्रे नरेश महोदय अग्रे। कल्याणकृत् निश्चयेन दुर्गतिं न गच्छति, कल्याणकृत् यः कल्याण करोति सः सम्यक् गति गच्छति, असम्यक् गति न गच्छति। हा इति समीचीनं महोदय. यः कल्याणकृत्, यः कल्याणं कृतवान् इति तदर्थे हा कल्याणकृत् निश्चयेन दुर्गतिं न गच्छति, दुर्गतिं न प्राप्नोति इति. समीचीनं महोदय. अस्तु हा उमा मीनाक्षी भगिनि. आर्तजनस्य अपेक्षया ज्ञानी विशिष्यते. आर्तजनस्य इत्युक्ते किम्? अत्र आर्त इत्युक्ते धनवान् वा? न न, तत्र आ धनवान् इति आसीत् चेत् तत्र किं भवति? तत्र ज्ञानम् इच्छति सः. न न न, तत्र आर्थ धनम् इत्युक्ते तदपि अर्थः इति अस्ति, किन्तु तत्र अर्थः इति तत्र तत् कीदृशः तकारः? महाप्राण. हा महाप्राणः, अत्र तु महाप्राणः नास्ति खलु, आर्थः. यः कष्टम् अनुभवति इति. कष्टम् अनुभवति, दुःखिता अस्ति, पीडितम् अस्ति, यस्मिन् मनसि कामना बहवः सन्ति इति. हा तत्र, हा तत्र कष्टः अनुभवति इति. तस्य अपेक्षया ज्ञानी विशिष्यते, ज्ञानी सम्यक् अस्ति इति. हा तत्र किं, तत्र व्याकरणदृष्ट्या एतत् सुलभमस्ति. तत्र किम् अपेक्षया इति प्रयोगः भवति चेत् तत्र नियमः कः? हा तस्य पूर्वपदस्य षष्टिविभक्ति भवतु इति. हा निश्चयेन इति तस्य तादृश कोऽपि नियमः नास्ति, किन्तु अपेक्षया इति सन्दर्भे तत्र पूर्वपदस्य षष्टिविभक्ति भवतु इति. हा अतः आर्तजनस्य इति, तस्य अपेक्षया ज्ञानी विशिष्यते, सः बहु सम्यक् अस्ति इति. किन्तु आर्तजनस्य इति तत्र कः आर्तजनः? सर्वे वयं सर्वे आर्तजनाः खलु. अतः तत्र ज्ञानी इत्युक्ते कीदृशः ज्ञानी इति तत्र चिन्तनं भवेत्. तत्र यस्य ब्रह्मज्ञानं वा इति, तादृश यस्य ज्ञानं तादृशज्ञानम् अस्ति सः विशिष्टः भवति, किन्तु सः प्रायशः कष्टं न अनुभवति इति चिन्तनं प्रायशः अस्ति, किन्तु द्रष्टव्यमस्ति. हा तत्र केवलं व्याकरणदृष्ट्या वदामि अत्र, किन्तु हा तत्र प्रायशः बहु किमपि अत्र अस्ति वस्तुतः. अस्तु हा अग्रे. आर्तजन इत्युक्ते यः कष्टम् अनुभवति. उमा मीनाक्षी भगिनी, भवत्याः प्रश्नः कः? आर्तजन, अहं तु धनविषये चिन्तितवती. भवान् इदानीं वयं सर्वे आर्तजनाः इति उक्तवान्, अतः आर्त इत्युक्ते तत्र धनं न सूचितं भगिनि. तत्र आर्त इत्युक्ते कष्टः इति. तत्र आर्थं कष्टं ज्ञानम् एतस्य तुलना कथं भवति? न न न, कष्टम् अपि ज्ञानस्य तुलना नास्ति. यः कष्टम् अनुभवति तादृशजनानाम् अपेक्षया ज्ञानी उपरि अस्ति इति. बेटर् अत्र तत्र तत्र ज्ञानी सर्वाः कामनाः सन्ति, तस्य नष्टं भवति. इदानीं तस्य मनसि कोऽपि कामना नास्ति, तस्य सुखी अस्ति, सर्वैव सुखी भवति, तस्य अतः विशिष्यते. यदि आर्तजन्य तस्य यथा महोदय उक्तवान् वयं सर्वे आर्ता स्मः, कथं वयम् आसन् आर्ता कारणे अस्माकं मनसि कामनाः एककामना पूर्णं कृत्वा दूसरी अन्यकामना पुनः आगच्छति. मया गृहं प्राप्तम्, इदानीं गृहस्य किमपि समाधानचरति प्राप्तुम् इच्छामि, बहवः कामना आगच्छन्ति. एतत् पूर्वं कृत्वा अन्य आगच्छति, अतः वयम् आर्ता स्मः. भगिनि अवगच्छति वा? किञ्चित् ओवर्ली फिलोसाफिकल् अस्ति मम कृते. न न न न ओवर्ली भगिनी, भगवद्गीता अस्ति खलु एतद् एषः, एतद् ग्रन्थं तु भगवद्गीता अस्ति. तत्र तत्र आर्तजनस्य यथा सरला भगिन्या उक्तं, तत्र कामना इति कामनायाः प्रवाहः एव अस्माकं जीवनं खलु. अतः कष्टं तु अनुभवामः, अतः कष्टं तु अनुभवामः. कष्टम् इति इत्युक्ते सुखं दुःखम् इति तत्सर्वं भवति अस्माकं जीवने, किन्तु ज्ञानी, तत्र यः ज्ञानी अस्ति तस्य जीवने तादृशः किमपि नास्ति इति कारणात् सः विशिष्टः भवति इति. भिन्नविषये, सुखजनस्य सुखजनाः ज्ञानी न सुलभं. न न, तत्र आर्तजनस्य इति केवलम् उदाहरणार्थम् इति मन्ये भगिनि. तत्र सुखजीवनमिति विषये अपि तत्र तत्रापि तुलना अस्ति. तत्र किं तत्र सुखम् इत्युक्ते आनन्दं, ब्रह्मानन्दं, परमानन्दम् इति बहु बहु किमपि अस्ति तत्र. अतः तत्र अस्तु, उदाहरणार्थम् इति चिन्तयामः. यः सुखम् अनुभवति किन्तु कीदृशसुखं, तद् नित्यसुखं वा अनित्यसुखं वा इति तादृशप्रश्नः अपि भवति खलु मम चिन्तने भोगि. अतः तत्र आर्तजनस्य इति चिन्तयतु, सामान्यजन अस्माकम् इव वयं सर्वे आर्तजनाः इति चिन्तनं. अस्तु, तर्हि रघुपतिमहोदय अस्ति वा इदानीम्? आम् महोदय. अस्तु, अन्तिमं करोति वा? कर्मयोगस्य अपेक्षया ज्ञानयोगः विशिष्यते. महोदय पृष्ठसङ्ख्या 163 महोदय. अस्तु, कर्मयोगस्य अपेक्षया ज्ञानयोगः विशिष्यते. अपेक्षया इति अत्र कम्पेरेटिव् कर्मयोग ज्ञानयोग विशिष्यते विशिष्यते कर्मयोग अपि ज्ञानयोग योगयोः मध्ये किं तुलना अस्ति? विशिष्यते इत्युक्ते डिफरेण्ट् अस्ति, उपरि अस्ति वा? विशेषण ओके, सम्यक् अस्ति, उत्तमम् उत्तमम् अस्ति. अस्तु, कर्मयोगः अपि ज्ञानयोगः मार्गद्वयमस्ति, किन्तु तत्र उत्तममस्ति ज्ञानयोगः इति. अस्तु, तत्र गतवर्गे तत्र अभ्यासं कृतवन्तः वा अस्मिन् पुटे 163 मध्ये? आं महोदय, प्रथम इति अहं मन्ये अस्तु अस्तु अस्तु अस्तु तर्हि अस्तु अस्तु तर्हि अतः अग्रे गच्छामः. तर्हि तत्र सूर्यकुमारी भगिनी अग्रिमे पुटे 164 मध्ये. न महोदय, द्वितीय अभ्यास न कृतवन्तः वा? न कृतवन्तः, केवलं केवलं प्रथमं कृतवन्तः. अस्तु अस्तु अस्तु अस्तु अस्तु. तर्हि सूर्यकुमारी भगिनी द्वितीयाभ्यासः 163 मध्ये पुटे महोदय. हा हा हा, द्वितीयाभ्यासः. अपेक्षया उपयुज्य वाक्यानि पठत. उदाहरणानि परधर्मस्य अपेक्षया स्वधर्मः श्रेष्ठः. हा, इत्युक्ते सः धर्मं करोति. धर्मं करोति इति न भगिनि, प्रत्येकस्य प्रत्येकस्य धर्मः अस्ति, स्वधर्मः अस्ति, स्वभाव अनुसारं धर्मः अस्ति, स्वधर्मः श्रेष्ठः. यत् अन्यः कोऽपि तत्र सः किमपि करोति तं दृष्ट्वा यदि अहमपि चिन्तयामि अस्तु अहमपि एतदेव करोमि इति, तत् सम्यक् नास्ति. यत् अस्माकं धर्मः अस्ति तस्य धर्माचरणं भवेत् इति. स्वधर्मः एव श्रेष्ठः, परधर्मः न इति. अस्तु अस्तु, तर्हि अग्रे वदतु भगिनि. संख्यानुसारं भारतयुद्धे कौरवाणाम् अपेक्षया पाण्डवाः अल्पाः आसन्. इत्युक्ते संख्याविषये कौरवाः उन्नतः. तत्र अनेकाः कौरवाः आसन् अथवा अनेकाः पाण्डवाः आसन्? पाण्डवाः संख्या अल्पम्. तत्र कौरवाणां संख्या अधिकम् अधिकम् अधिकं. समीचीनं भगिनि. तत्र कौरवाणाम् इति पदस्य विभक्ति का तत्र? षष्ठी बहुवचनम्. समीचीनं. तत्र किमर्थं षष्ठी विभक्ति अस्ति तत्र? अपेक्षया अपेक्षा इति अस्ति, अतः तस्य अपेक्षया इति तस्य पूर्वपदं षष्ठीविभक्त्यन्तं भवेत् इति नियमः. समीचीनं भगिनि. अस्तु, गीताञ्जलि भगिनि. ब्रह्मध्यानस्य अपेक्षया भक्तिः सरला. ब्रह्मध्यानस्य अपेक्षया ब्रह्मध्यानस्य इति षष्ठी एकवचन. अपेक्षया भक्तिः इत्युक्ते ज्ञानमार्गस्य अपेक्षया भक्तिमार्गः सरलः. भक्तिमार्गः सरलः. ध्यानं सर्वं करणीयं चेत् तद् कठिनम् अस्ति, किन्तु भक्तिमार्गः सुलभः. समीचीनं भगिनि. अस्तु, नरेश महोदय अग्रे. भक्तस्य धार्मिकविधीनाम् अपेक्षया भावः श्रेष्ठः. अत्र भाव धार्मिकविधीनां तुलना अस्ति, भावः श्रेष्ठः अस्ति धार्मिकविधीनाम् अपेक्षया. तत्र अर्थः किमिति किञ्चित् वदति वा? धार्मिकविधीनां विधीनाम् इति तस्य अपेक्षया अथवा तेषाम् अपेक्षया भावः श्रेष्ठः. It's already gone down like 5. भावः नास्ति चेत् धार्मिकविधान विधि अस्ति चेत् श्रेष्ठ नास्ति. न, पुनरेकवारं वदतु भगिनी. भाव नास्ति चेत् धार्मिकविधि कृतं. हा, तत्र अस्तु, समीचीनं समीचीनं भगिनि. हा हा, सत् समीचीनं समीचीनं. हा, नरेश् महोदय इदानीम् अवगच्छति वा? धार्मिकविधीनां किम् तत्र तत्र विधीनाम् अनुसारं कुर्मः. अस्तु, तत्र किम् एतद् चिन्तयामः महोदय. तत्र किं किमपि पूजा करणीयम् इति, किमपि पूजा करणीयम् इति, अथवा प्रतिदिनं प्रार्थना प्रातःकाले प्रार्थना करणीयम् इति धार्मिकविधि अस्ति. किन्तु तत्र धार्मिकविधिम् अनुसरामः, किन्तु तत्र भावरहितरूपेण एतत् करणीयम् अहं न इच्छामि कर्तुं, तत्र एतत् किं अहं करोमि इति, तत्र किमपि भक्तिभावः किमपि भावरहित आचरणं यदि अस्ति चेत् केवलम् अत्र नियमः अस्ति, अस्तु अहम् एतत् न अङ्गीकरोमि किन्तु करोमि, अहं न इच्छामि किन्तु नियमः अस्ति इति कृत्वा अहं करोमि, समीचीनं भवति. हा, तत्र न इच्छामि किन्तु नियमः अस्ति इति कारणात् करोमि, अतः तादृश आचरणस्य अपेक्षया भावः श्रेष्ठः इति. सूर्यकुमारी भगिनी, एतदेव भगिनी भवती वक्तुम् इष्टवती खलु? न न, एतदेव भवती वक्तुम् इष्टवती खलु? हा, तत्र भावरहित धर्माचरणं न श्रेष्ठः, भावः अस्ति चेत् धर्माचरणं धर्मविधीनाम् अनुसरणम् अपि उत्तमं भवति इति. अस्तु महोदय, तन्तुकार्यं न करोतु. पूजा करोतु भावेन. हा, सत्यं सत्यं, पूजां सर्वदा भावेन करणीयं सर्वम् इति. सत्यं भगिनि, हा सत्यं, भावपूर्वक आचरणं भवेत् इति. समीचीनं भगिनि. हा, अस्तु, अग्रे उमा मीनाक्षी भगिनि. द्रव्ययज्ञस्य तस्य पूर्वं भगिनि, तस्य पूर्वं भगिनि, अकर्मणः. अकर्मणः अपेक्षया कर्मकरणं श्रेयस्करम्. अकर्मणः अपेक्षया इति अस्ति खलु भगिनि? हा, अपेक्षया. अतः अकर्मणः अहं चिन्तयामि षष्ठी एव भवितव्यं. समीचीनं समीचीनं. तत्र परन्तु रूपं तु न जानामि. कर्मण् इति अस्ति खलु भगिनि? कर्मण् इति पदस्य षष्ठी विभक्ति अस्ति कर्मणः. किन्तु अत्र अकर्मणः. हा, तत्र अकर्मणः अपेक्षया कर्मकरणं श्रेयस्करम् इत्युक्ते किमपि न करोमि. तत्र यथा अर्जुनः आसीत् खलु, अहं न युद्धं करोमि इति सः चिन्तितवान् खलु. किन्तु भगवान् किम् उक्तवान्? एतादृश स्थितिः सम्यक् नास्ति. यत् कर्तव्यं तत् कर्तव्यं खलु. अहं न करोमि इति तादृशस्थितिः मास्तु. अकर्मणः यत्र वयं किमपि न कुर्मः तादृशी स्थितिः तस्याः अपेक्षया कर्मकरणम् इत्युक्ते यस्यां स्थितौ वयं कुर्मः कर्म कुर्मः किन्तु हा तत्र हा तत् श्रेयस्करम् अस्ति किमपि करणीयं हा किमपि करणीयं न न अहं केवलं वदामि हा हा हा किन्तु किमपि न करोमि इति स्थिति तत् सम्यक् नास्ति इति अतः अहं किमपि पापमपि कर्तुं शक्नोमि न न न सत्यं सत्यं न न किमपि कर्तव्यं सत्यं सत्यं हा तत्र न न मम अत्र अस्माकम् अकर्मणः अहं किमपि न करोमि इति तत् समीचीनं नास्ति किमपि कर्तव्यमस्ति यत् कर्तव्यमिति ज्ञात्वा यत् अस्माकं कर्तव्यमस्ति तद् करणीयम् स्वधर्म आचरणं तदेव तत्र पूर्वमासीत् खलु स्वधर्मः एव श्रेष्ठः परधर्म अपेक्षया इति समीचीनं वा भगिनि समीचीनम् अस्तु अस्तु अग्रे रघुपतिमहोदय आम् महोदय कर्मसन्न्यासस्य अपेक्षया कर्मयोगः विशिष्टः कर्मसन्न्यास कर्मं यः कर्मसन्न्यासी इत्युक्ते कर्मं यः त्यजति सन्न्यास तस्य अपेक्षया कर्मयोगः कर्मणि सदा कर्मणि एव भवेत् इति अस्ति कर्मयोगकरणे अकर्मणः कर्मकरणं श्रेयस्करं तस्य अन्यद् रूपं तदेव तदेव समानार्थकवाक्यं समानार्थक यत् कर्तव्यं तत् करणीयं किन्तु तस्य फलं न तस्य अपेक्षणं न करणीयम् इति तादृश कर्मयोगः इति मन्ये खलु मोहन् महोदय अस्तु भगिनि धन्यवादः अहं न एतादृशचिन्तनं मम नासीत् किन्तु धन्यवादः अस्तु सरलभगिनी वदतु अग्रे द्रव्ययज्ञस्य अपेक्षया ज्ञानयज्ञ श्रेष्ठ भवति द्रव्ययज्ञ यत्र वयं बहुं धनं उपयोगं कर्तुं कृत्वा यज्ञं कुर्मः तस्य अपेक्षया ज्ञानयज्ञ इति यथा ब्रह्मज्ञान तस्य प्राप्ति इति श्रेष्ठम् अस्ति हा समीचीनं भगिनि हा समीचीनम् अस्ति हा उत्तमः अस्ति समीचीनं हा अस्तु हा धन्यवादः अस्तु अग्रे गीताञ्जलि भगिनी इदानीं तत्र अग्रिमे पुटे नूतनविषयः अस्ति अद्यतन ह्यस्तन श्वस्तन पूर्वतन इति तत्र हा तत्र भीमः अस्ति युधिष्ठिरः अस्ति तत्र गीताञ्जलि भगिनी अपि उमामीनाक्षी भगिनी पठन्ति वा आं महोदय भवती किं भीमः भवति वा आं महोदय हा उमामीनाक्षी भगिनी भवती युधिष्ठिरः अद्यतन ह्यस्तन श्वस्तन पूर्वतन इदानीन्तन एतत् सम्भाषणम् उच्चैः पठत भीमः भ्रातः किं चिन्तयसि भवान् नितरां खिन्नः इव मीनाक्षी भगिनि हा महोदय किं कर्तव्यं तत्र युधिष्ठिरः भवती युधिष्ठिरः अस्ति इदानीम् ओहो तत्र आं भीम इति वक्तव्यमस्ति भगिनि ओके ओके अहं युधिष्ठिरः ज्ञानी हा सत्यं परन्तु इदानीं खिन्ना अस्ति इदानीं ओके आं भीम अहम् अभिमन्युं स्मरामि स्म अद्यतनयुद्धे अनन्यगतिकतया अहं तं चक्रव्यूहं भेत्तुं प्रेरितवान् तेनैव सः मृत्युम् उपेतः तेन विना श्वस्तनं युद्धं कथं भवेत् न जाने किं कर्तव्यम् अत्र न जाने अहमपि न जाने जाने किमस्ति न जानामि न जानामि इति न जाने इति आत्मनेपदे रूपं न परन्तु तत्र लकारः किं लट्लकार एव वा कः वदति आत्मनेपदी इति अहं चिन्तयामि उत्तमपुरुषे एकवचनम् उत्तमपुरुषे एकवचनम् इति किमर्थं न जानामि न लिखितं सरलम् अस्ति न समानार्थकपदं भगिनि किन्तु अहमपि बहुवारं न जाने इति उपयोगं करोमि अतः अस्तु तत्र भीमः सत्यमेव भ्रातः ह्यस्तने युद्धे तस्य पराक्रमः आचार्यसपदम् आसीत् आचार्यास्पदम् आश्चर्यास्पदम् आसीत् सः वीरक्षत्रियः सः स्वधर्मम् आचर्य वीरस्वर्गं प्राप्नोत् भ्रातः त्वं मा खिद्यस्व क्षत्रियाः एव एतादृशं युद्धं लभन्ते आगच्छ आवां श्वस्तनयुद्धस्य विषये चिन्तयाव समीचीनं भगिनि अस्तु अस्तु तर्हि तत्र भ्रातः इति तत्र विभक्ति का सम्बोधन तत्र कुत्र तत्र विसर्गः अस्ति खलु भ्रातः इति तत्र रामः अस्ति चेत् सम्बोधनं किं भवति किन्तु अत्र भ्रातः इति अस्ति किमर्थं ऋकारान्तपदम् अस्ति भ्रातृ इति तत्र ऋकारान्तपदे एव तत्र कर्तृ इति तत्र कर्तः इति तत्र ऋकारान्तपदे किं भवति तत्र मातृ मातः पितृ पितः इति तत्र विसर्गः भवति सम्बोधनरूपे अस्तु किं चिन्तयसि भवान् नितरां खिन्नः इव खिन्नः इत्युक्ते शान्ति न अनुभवत् अस्तु समीचीनं दुःखी भवान् दुःखी अस्ति अस्तु आं भीम भीम इति कीदृशरूपम् सम्बोधनम् अहम् अभिमन्युं स्मरामि स्म अभिमन्युः अस्ति अभिमन्युः कः सः अर्जुनस्य पुत्रः सः किं कृतवान् स्मरति इति सकर्मक भवति चेत् अभिमन्युम् इति कर्मपदम् अस्ति अभिमन्यु किं कृतवान् चक्रव्यूहं तत्र तस्य भेदनं कृतवान् खलु किन्तु बहिः न आगन्तुं न शक्नोति शक्नुवान् अतः तस्य मरणम् अभवत् अहम् अभिमन्युं स्मरामि स्म अद्यतनयुद्धे अनन्यगतिकतया तत्र अनन्यगतिकतया कीदृशपदमस्ति तत्र विभक्तिका अनन्यगतिकतया तृतीया तृतीया तत्र पदं किम् अस्ति प्रथमविभक्तिरूपं? गतिः. न न तत्र अनन्यगतिकतया इति तृतीयविभक्तिरूपं. प्रथमविभक्तिरूपं किम् अस्ति? अनन्यगतिकता. अनन्यगतिकता इति अनन्यगतिकता इति इति प्रथमविभक्तिरूपं. तत्र अर्थः कः मम मीनाक्षी भगिनी? तत्र अनन्यगतिका गतिकता इति अनन्य गतिकता गतिकता न जानामि. अस्तु भगिनि, तत्र अन्य इति स्वीकुर्मः प्रथमतया. अन्य गति अन्य अनन्य ओके. तत्र अन्य गति गति इत्युक्ते न न न अत्र अन्य गति इत्युक्ते विकल्पः अस्ति. विकल्पः अन्य दिशि अन्य तत्र अन्य किमपि कर्तुं शक्नुमः. अन्य गति अन्यविधि महोदय अन्यविधि हा अन्यविधि किन्तु अनन्य अनन्य इत्युक्ते तत्र अत्र किमपि अन्यत् मार्गम् अन्यमार्गः किमपि कोऽपि नास्ति. अनन्यगति गतिकता तत्र अनन्यगतिः अनन्यगतिकता इति किं भवति? अनन्यगतिः अनन्यगतिकता इति तस्य भावः. गतिशब्दस्य भावः तत्र यस्मिन् सन्दर्भे भवती चिन्तयति अस्तु अहं किं करोमि अत्र कोऽपि अन्यमार्गः नास्ति, तस्मिन् समये भवत्याः भावः किं भवति, तत्र स्थितिः का? तद् भवति अनन्यगतिकता. अनन्यगतिकता इति तस्य भावः. अनन्यगतिः तस्य भावः अनन्यगतिकता. तया इत्युक्ते अन्य कोऽपि विकल्पः नास्ति इति कृत्वा अहं किं कृतवान्? तम् इत्युक्ते कम्? अभिमन्युं चक्रव्यूहं भेत्तुं. तस्य भेदनं चक्रव्यूहस्य भेदनं कर्तुम् अहं प्रेरितवान्. भवान् गच्छतु अभिमन्युम् अहम् उक्तवान् भवान् गच्छतु, अन्य कोऽपि तत्र चक्रव्यूहस्य भेदनं कर्तुं न शक्यः. वयं कोऽपि तादृशः किं तादृशः न स्मः. तत्र चक्रव्यूहस्य भेदनं कर्तुम् अत्र कोऽपि न शक्नोति भवान् विहाय. अतः कोऽपि न शक्यः शक्यः शक्यः न शक्यः शक्नोति न शक्नोति शक्यः इति रूपं किं महोदय? शक्यः तत्र कीदृशरूपं? विशेषणं हा न शक्यः इति हा विशेषणरूपं विशेषणम् अस्ति हा. तत्र न शक्नोति कोऽपि न शक्नोति भवान् एव कर्तुं शक्नोति इति तादृशवाक्यानि उक्त्वा अहं तम् अभिमन्युं प्रेरितवान्. तेनैव तेनैव इत्युक्ते तेन केन केन केन एव केन केन कार्यं कृत्वा तृतीयविभक्ति तत्र केन कार्येण केन कार्येण तस्य कारणेन अस्तु तत्र केन कारणेन अभिमन्युः चक्रव्यूहं व्यूहस्य भेदनं कृतवान् तेन कारणेन सः मृत्युम् उपेतः इति प्राप्तवान् प्राप्तवान् इति तत्र उपेतवान् इति उपेतवान् इति तत्र तत्र महोदय उपेतः मम प्रश्नः कः पदे पदे के महोदय उपयोगः तत्र एति इति क्रियापदम् इति मन्ये भगिनि. मरणं समीपे अस्ति. हा, तत्र प्राप्तवान् इति अर्थः, तत्र प्राप्तवान् इति पदस्य अर्थद्वयमस्ति खलु. उपगते, समीपगते, प्राप्ते, प्राप्ते इति, तत्र प्राप्तवान् इति पदस्य अर्थद्वयमस्ति. एकमस्ति अहम् ओ अहं बहुदिनात् एतत् पुस्तकस्य अन्वेषणम् एतस्य पुस्तकस्य अन्वेषणं कृतवान्, किन्तु इदानीं पुस्तकं प्राप्तवान्, पुस्तकं प्राप्तवान्. एतत् एतत् एकम्. अन्यत् किम्? अहं प्रयासे प्रयासं करोमि, तत्र दिनद्वय अनन्तरम् अहम् इतः भारतदेशं गच्छामि. दिनानन्तरम् अहं भारतदेशं प्राप्नोमि. तत्र अर्थभेदः अस्ति खलु, तस्य समीपं गच्छामि इति प्राप्तवान्, तादृश अर्थः अत्र. मृत्युम् उपेतः, प्राप्तवान् इति, सः मृत्युं प्राप्तवान् इति. हा, मरणं समीपे अस्ति. हा, इति सत्यं. मृत्युः इति पदस्य षष्टिविभक्तिरूपं किम् अस्ति? मृत्योः समीपं गतवान् इति. हा, तेन विना, केन विना? अभिमन्युः अस्ति. अभिमन्युः इति पदस्य तृतीयविभक्तिरूपं किम्? अभिमन्युना विना. हा, अभिमन्युना विना श्वस्तनयुद्धं कथं भवेत्? यदि सः न आसीत्, वयं सः नास्ति इदानीं, वयं कथं श्वस्तनयुद्धं कर्तुं शक्नुमः? श्वस्तनयुद्धं कथं भवेत् न जानामि इति. सत्यमेव भ्रातः, ह्यस्तने युद्धे तस्य पराक्रमः आश्चर्यास्पदम्, आश्चर्यजनकम्, आश्चर्यास्पदम्, आश्चर्यास्पदम्. हा, भवेत्, तत्र तु कथं भवेत्, कथं भवेत्, भवेत् इट् शुड् बि भवित, किं भविष्यति, कारणं वदतु भगिनि. श्वस्तन इत्युक्ते भविष्यकालः. सत्यं. अतः भवेत् किम् अस्ति, तत्तु वयं न पठितवन्तः. सत्यं न पठितवन्तः. भविष्यति, सरलं भविष्यति. सत्यं, किन्तु तत्र किं, तत्र विधिलिङ्ग् कीदृशरूपं तत्र? वाट् इस् विधिलिङ्ग्? भवेत् विधिलिङ्ग् वयं तु न पठितवन्तः. भवेत् इति कीदृशं, तत्र एकं रूपं तु जानीमः, तत्र स्यात् इति जानाति वा? कुत्रापि आगतं. हा, स्यात् इत्युक्ते भवती पुस्तकस्य अन्वेषणं करोति इति चिन्तयतु. भवती किं, भवत्याः चिन्तनं किं भवति? अस्तु, मम पुस्तकम् अत्र नास्ति, प्रायशः अस्मिन् प्रकोष्ठे नास्ति, अन्यत्र अन्यत्र अस्ति, तत्तु सत्यं, किन्तु तत्र अत्र नास्ति. अस्तु, अतः प्रायशः कार्यालये अस्ति इति तद् कथं वदति? कार्यालये स्यात् मेबि. हा, इति तादृश, तत्र कथं भवेत् इति, कथं भविष्यति अपि समानार्थकं प्रायशः अत्र. हा, तत्र कथं भवेत् इति अन्यत् तत्र कीदृशम् इति नास्ति. कथं भविष्यति इति तत्र किञ्चित् भेदः अस्ति भगिनि. तत्र कथं भवेत् इत्युक्ते, कथं भविष्यति इत्युक्ते, तत्र अर्थद्वयम् अस्ति खलु तत्र. भवतु अर्थम् अस्ति वा? एकमस्ति कीदृशयुद्धं श्वः कीदृशयुद्धं भवति इति एकम्, अन्यत् अस्ति श्वः युद्धं कर्तुं शक्नुमः वा इति, तत्र युद्धः भवति वा इति. अत्र युद्धं कथं भवेत् इति, युद्धं भवति वा इति अर्थे प्रश्नः अस्ति अत्र. अग्रे अपि प्राप्नोत् इति दत्तम् अस्ति. वीरस्वर्गं प्राप्नोत् सधर्मम् आचर्य, वीरस्वर्गं प्राप्नोत् प्राप्नोति इति भवान् उक्तवान्, परन्तु प्राप्नोत् प्राप्नोति समानं लकारम् अग्रे अग्रे प्राप्नोति इति महोदय प्राप्नोत् वयं जानीमः. तत्र प्राप्नोति किमस्ति, तत्तु विधिलिङ्ग् नास्ति, तत् कीदृश लकारः अस्ति तत् लङ्लकारः. तत्र कीदृशरूपं किम्, उपसर्ग अस्ति वा तत्र? आप्नोति इति तस्य आप्नोत् तदनन्तरम् उपसर्गः प्राप्नोति. प्राप्नोत् जानीमः कारणं समानमस्ति, भवेत् प्राप्नोत् समानमस्ति. सत्यं सत्यं सत्यं. किन्तु प्राप्नोत् जानीमः, भवेत् इति न जानीमः. ओके अस्तु. तत्र आश्चर्यास्पदम् आश्चर्यजनकं, तत्र हास्यास्पदम् इति अपि तादृश अन्यत् अपि अस्ति, कोऽपि स्मरति वा आस्पदम् इति? अस्ति सः सन्ति इति महोदय. किं भगिनि? लङ्लकाररूपं महोदय. न आस्पदम् इति आश्चर्यास्पदम्, हास्यास्पदम् इति अपि अस्ति, तादृश अन्य कोऽपि अपि अस्ति, अन्य कोऽपि स्मरति वा? हास्यास्पदम् आश्चर्यास्पदम् इति, तत्र आश्चर्यजनकम् इति तस्य पराक्रमः. तस्य कस्य पराक्रमः? अभिमन्युः अस्ति, तस्य पराक्रमः. अतः अभिमन्युः इति पदस्य षष्ठीविभक्तिरूपं किम्? अभिमन्योः अभिमन्योः पराक्रमः आश्चर्यजनकः आसीत्. सः वीरक्षत्रियः, सः स्वधर्मम् आचर्य. तत्र आचर्य इति कीदृशरूपं किम्? चरति इति तस्य पूर्वम् आ इति अस्ति, अतः आचरति आचर्य इति. वीरस्वर्गं प्राप्नोत्. भ्रातः त्वं मा किद्यस्व, किद्यस्व इति रूपं किम्? लोट् मध्यमपुरुष एकवचन तत्र धातु कीदृशक्रियापदं, परस्मै वा आत्मनेपदी वा? किद्यते आत्मनेपदी, आत्मनेपदी. किद्यस्व इति क्षत्रिया एव एतादृशं युद्धं लभन्ते. तत्र एतादृशयुद्धं कर्तुं, वीरयुद्धं कर्तुं क्षत्रियाः एव लभन्ते. आगच्छ, आगच्छ इति रूपं लोट् समीचीनम्. आवां श्वस्तनयुद्धस्य विषये चिन्तयाव, तस्य विषये चिन्तयाव. तत्र तत्र मम मनसि अद्यतन ह्यस्तन श्वस्तन पूर्वतन इदानीन्तन सर्वम् अव्ययम् इति मम चिन्तनम् अस्ति खलु, अतः एव अस्मिन् अध्याये एतत् सर्वं दत्तमस्ति खलु. अतः मम मनसि किञ्चित् क्लेशः अस्ति, कथं वा ह्यस्तने इति अस्ति तत्र कोऽपि जानाति वा अहं न जानामि महोदय अन्य एकं प्रश्नमस्ति अभिमन्युः शब्दस्य षष्टिविभक्ति द्विवचनरूपं किं कारणम् अभिमन्योः तु एकवचनम् अस्ति द्विवचनमपि अभिमन्योः एव वा गुर्वोः हा तत्र प्रायशः भगिनि तत्र अभिमन्युः इति अस्ति गुर्वोः इति अस्ति अभिमन्योः अभिमन्योः इति भवति अभिमन्योः तत्र वकारः अपि समीचीनप्रश्नः अस्ति भगिनि तत्र तत्र उच्चारणं किञ्चित् कठिनः अस्ति तत्र अभिमन्यु इति यकारः अपि भवेत् तदनन्तरं वकारः अपि भवेत् खलु किमर्थं महोदय किन्तु महोदय तत्र गुरुः इति अस्ति गुर्वोः इति कथं कुर्मः गुरुः इति पदे उकारं यत् अस्ति अन्ते तत् त्यजामः द्विवचनं भगिनि द्विवचनं अभिमन्योः बहु समीचीनप्रश्नः अस्ति गुर्वोः इति सत्यं किन्तु भगिन्याः प्रश्नः तु बहु उत्तम अस्ति कथं यकारः तदनन्तरं वकारः तस्य उच्चारणं कथं करणीयम् सर्वे वदन्तु अहम् उच्चैः वदन्तु अभिमन्यभोः उमा भगिनी समीचीनं वा भवती हसति वा इदानीम् अत्र म्यूट् कृतवती अहं चिन्तितवान् अस्तु बहु समीचीनम् अस्ति भगिनि कठिनः एव अस्ति एतत् पदम् अस्तु परन्तु तत्र नकारः हलन्त यकारः हलन्तः तदनन्तरं वकारः वोः एवं भवति अतः सत्यं सत्यं भगिनि तत्र कठिनः अस्ति अतः उच्चारणे तु क्लिष्टः अस्ति सत्यम् अतः एव तत्र अभिमन्युः अनन्यः अन्य कोऽपि अभिमन्युः न भवति अतः एकवचने एव चिन्तयामः तस्य तादृशः अन्य कोऽपि न भवति इति अस्माकं चिन्तनं भवतु खलु नो चेत् द्विवचनरूपं क्लिष्टः इति अस्तु अस्तु तत्र अन्यत् किम् अस्ति तत्र महोदय स्पष्टरूपं भेदः का अद्य एव अद्यतन ह्यः वा ह्यस्तष्टि इति अर्थे भगिनि अद्यतनी अद्यतन अद्यतन किं महोदय भवति इति लिङ्गत्रये अपि भवति अद्यतन अपि अद्यतन लिङ्गत्रये भवति अद्यतन अद्यतनी अद्यतनम् इति अस्तु महोदय किन्तु तद् अव्ययं नास्ति वा न त्रिलिङ्गिका अस्ति अत्र दत्तमस्ति वाचस्पत्यम् अद्यतन लिङ्गं प्रकारश्च त्रि अद्य भवः अद्य योग ट्यू प्रत्यय अतः किं तत्र अकारान्तपदं वा एतत् त्रिलिङ्गिक अस्ति महोदय. अद्यतनः, अद्यतनम्, अद्यतनी, अद्यतना इति भवति. अहं चिन्तयामि अद्यतनी इति त्रिलिङ्गि. अतः हा, एतद् मया न अवगतं किमर्थम् अद्यतन इति अत्र दत्तमस्ति अस्मिन् अध्याये. एतद् अस्मिन् अध्याये अव्ययम् इति विषयः अस्ति. आमां, तत्र यदि लिङ्गभेदः अस्ति चेत् तत् अव्ययं तु नास्ति. अतः अद्य यस्य इति किमपि पदं नास्ति महोदय. अद्य यस्य न हा तादृश तत्र वर्गः अस्ति. अद्यः, अद्य वर्गः अस्ति. तत् कीदृशवर्गः? अद्यतनवर्गः. किन्तु अद्य यस्य इति किमपि नास्ति. न, तादृशं नास्ति. नास्ति, नास्ति, नास्ति. किं समासः भवति वा? न, तन इति किमपि प्रत्ययः अस्ति भगिनि. न, अद्यतनवर्गः भवान् वदति. तत्र पदद्वयमपि साधु एव अस्ति. अद्यतनवर्गः, परन्तु अत्र ह्यस्तने युद्धे एवं तु लिखितम् अस्ति. सप्तमी अस्ति न? अतः मम चिन्तनम्, अतः मम प्रश्नः, एतद् ह्यस्तन अथवा अद्यतन अपि श्वस्तन पूर्वतन इदानीन्तन मम चिन्तनं प्रातःकालः इति शब्दः अस्ति. तत्र प्रातःकाले वयम् उपयोगं कुर्मः. सत्यं, सत्यं. परन्तु अन्यविभक्तिरूपाणि तु न उपयुक्तं न? किन्तु अत्रापि तदेव कदाचित्. सत्यं, सप्तमी एव अत्र समयविषये सप्तमी भवति. समीचीनं, किन्तु प्रश्नः अस्ति ह्यस्तन अद्यतन अव्ययं वा अथवा न वा इति. अहं चिन्तयामि अव्ययमेव इति. किन्तु तत्र लिङ्गभेदः अस्ति, रूपत्रयम् अस्ति इति रघुपतिमहोदयेन उक्तं, वाचस्पत्यां दत्तमस्ति इति. तादृश अस्ति चेत् अव्ययं नास्ति खलु. उपसर्ग, सारी, अद्यतन अद्य स्टु प्रत्यय अस्ति. स्टु प्रत्यय. हा, किन्तु महोदय तत्र यदि अव्ययं नास्ति चेत् किमर्थम् अस्मिन् अध्याये एतद् दत्तं खलु? अहं दृष्टवान् केचन शब्दः अव्यय अपि अस्ति, विशेषणमपि उपयुज्यते. सत्यम्, अहं दृष्टवान् नास्ति. अस्तु, दृष्ट्वा वदामि के के शब्दाः सन्ति तान्. अस्तु महोदय, धन्यवादः. अहं दृष्टवान् अस्तु. अतः केवलं लिङ्गभेदः भवति किन्तु विभक्तिरूपं न भवति इति वा? किन्तु अत्र विभक्तिरूपमपि दत्तमस्ति खलु. विभक्तिरूपमस्ति, न विभक्तिरूपमस्ति अत्र. अव्यय अपि उपयुज्यते, अपि च लिङ्ग विभक्तिरूपमपि उपयुज्यते. अतः तत्र प्रश्नः उदेति कथम् अव्ययम् इति चिन्तनं भवेत्, अपि कथं कदा कदा कदा अव्ययम् इति चिन्तनं न स्मरामि इदानीं. केचन शब्दाः अस्ति, एतत् न जानामि. तत् द्रष्टव्यमस्ति. अस्तु, अस्तु, तर्हि तत्र समयः जातः अपि. अस्तु, अस्तु, तर्हि अत्र अन्यत् किमपि नास्ति इति मन्ये तत् अस्मिन् विषये. अतः अग्रिमवर्गे तृतीयविभक्ति इति तस्य आरम्भं कुर्मः इति चिन्तनम् अस्ति. अस्तु, तर्हि विरमाम. सर्वे धन्यवादः. नमस्कारः, नमस्कारः, नमस्कारः. धन्यवादः, नमस्कारः, नमस्कारः, शुभदिनं, शुभरात्रि. बहु उत्तम.